आरम्भं करोतु. अस्तु भगिनि. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्री सरस्वत्ये नमः. ॐ श्री वाग्देव्ये नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनि. गतवर्गे प्रासङ्गिकसूत्राणि विषये वयं दृष्टवन्तः. पुनरपि एकवारम् एतत् विषये पठेम. अत्र शक्नु योगः अन्ति अस्ति, चिनु योगः अन्ति अस्ति, परन्तु अत्र मेलनेन शक्नुवन्ति चिन्वन्ति अत्र रूपं द्वयं भवितुम् अर्हति. चिनुवन्ति चिन्वन्ति इति एकस्मिन् पक्षे अचिष्णुधातु ब्रुवाङ् युवो रियङ् उवङ्गो इति आगच्छति, अन्यस्मिन् पक्षे न आगच्छति. एतत् विषये अग्रे पश्येम. इदानीमत्र चिन्तनं किम् अस्ति अत्र ये प्रासङ्गिकसूत्राणि विषये युको एनर्जि अपि इनादेशः भवति, इनादेशः भवति इक् स्थाने इनादेशः भवति. अनन्तरम् अचिष्णुधातु ब्रुवाङ् युवो रियङ् उवङ्गो अपि इयङ्स्था इकारः स्थाने इयङ् आगच्छति, उकारस्थाने उवङ् आदेशे भवति. इदानीमत्र उष्णो सार्वधातुके इति सूत्रेण अत्र हू धातुः अनन्तरं स्नु धातुः अस्ति चेत् अत्र तयोः मध्ये अनन्तरम् अत्र असंयोगपूर्वस्य संयोगपूर्वस्य इत्युक्ते अत्र वर्णद्वयं भवति मिलित्वा, एतदेव संयोगः. असंयोगः इत्युक्ते संयोगः वर्णद्वयं मिलित्वा नास्ति, अतः एव असंयोगः. इदानीमत्र संयोगविषये असंयोगविषये अत्र अचिष्णुधातु ब्रुवाङ् युवो रियङ् उवङ्गौ इत्यस्य नास्ति, परन्तु उष्णो सार्वधातुके इत्यनेन असंयोगपूर्वस्य अस्ति चेत् अङ्गस्य अनन्तरम् एव तत् उकारस्य स्थाने एनादेशः भवति इति, वकारः आदेशः भवति. अनन्तरम् अत्र एतत् पठितवन्तः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अन्यसूत्रमपि अस्ति मिदेर्गुणः. अत्र मिद् धातु अस्ति चेत् तत् स्थाने एव सार्वधातुक अर्धधातुको इत्यनेन एकारः भूत्वा मेद् इति भवति. अनन्तरम् ईको गुणवृद्धि ईककस्थाने वस्तुतस्तु अत्र सार्वधातुक आर्धधातुकयोः कुत्र अत्र ईकः कार्यं करोति इति सम्यक्तया न उक्तम्. अत्र ह्रस्ववर्णः वा दीर्घवर्णः वा इति, दीर्घवर्णः एव स्वीकुर्मः, परन्तु अत्र एतत् परिभाषासूत्रम् आगत्य ईकः स्थाने कुत्र गुणः भवति, कुत्र वृद्धिः भवति इति सूचयति. अनन्तरं येन विधि तदन्तस्य, तत्र विधिः अपि सूचयति कुत्र अन्त्यवर्णस्य एव विधिः, तत् अन्त्यवर्णस्य एव. अनन्तरं यत्र अन्त्यवर्णस्य कार्यं करोति तत्र अन्यसूत्रमपि आगत्य अत्र स्पष्टीकरणार्थम् आगत्य कार्यं करोति. एतत् सूत्रं किम् अस्ति चेत् अलोन्तस्य इत्यनेनैव, अलोन्तस्य अल् अन्तिमवर्णस्य एव अत्र गुणः भवति इति. एतत् अतः एव अत्र अनुवृत्तिसहितसूत्रमस्ति. इकः अङ्गस्य इक् इ ऊरु अस्ति खलु, इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः गुणः भवति इति वयं दृष्टवन्तः तावत्पर्यन्तम्. इदानीमत्र अनिल् महोदय पठतु. अस्तु महोदय, तिंशित् सार्वधातुकम्। एकनिमिषम् एकनिमिषम्, इतः पर्यन्तम् अत्र सार्वधातुक अर्धधातुकयोः उष्णो सार्वधातुके अचिष्णुधातु ब्रुवाङ् युवर् इयङ् उवङ्गौ एतत् सूत्रं बहु क्लिष्टकरमस्ति। अत्र बहुवारं स्वीकृत्य रटनं भवतु, अभ्यासं करोतु, अनन्तरमेव समीचीनतया अचिष्णुधातु ब्रुवाङ् युवर् इयङ् उवङ्गौ इति मुखे आगच्छति, मुखात् बहिः आगच्छति। एतत् सूत्रं बहु क्लिष्टकरमस्ति, रटनं भवतु। अनन्तरम् इको एनचि, इको एनचि अचिष्णुधातु ब्रुवाङ् युवो रियङ् उवङ्गौ उष्णु सार्वधातुके सार्वधातुक अर्धधातुकयोः चत्वारः इदानीम् अत्र सूत्राणि सूत्राणि पठितवन्तः। अत्र क्लेशः भवति वा पृच्छतु नाम? अस्तु अग्रे गच्छतु महोदय, इदानीम् अत्र तिंशित् सार्वधातुकं पठतु। तिंशित् सार्वधातुकम्, यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्। श इत् यस्य सः षित् बहुव्रीहि, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिंशित्। तिंशित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रं, प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः, अतः अनुवृत्तिसहितसूत्रं धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम्। अग्रे अपि पठतु एतत् सार्वधातुकमपि इति च तावत्पर्यन्तं पठतु। अस्तु महोदय, सार्वधातुकम् अपित्, सार्वधातुकं यत् अपित् तत् नित्वत् भवति। सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदं सूत्रम्, गाङ्कुटादिभ्यो गाङ्कुटादिभ्यो निन्वत् अत्र न्यकारः श्रूयते खलु, तत् न्यकारः नार्त् सैड् मध्ये यकारः इति उक्तवन्तः, गाङ्कुटादिभ्यो निन्नित् गाङ्कुटादिभ्योय् निन्नित् वदतु, गाङ्कुटादिभ्योन्निन्नित् गाङ्कुटादिभ्योन्निन्नित् गाङ्कुटादिभ्योन्निन्नित् इत्यस्मात् नित् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित्। निति च यः प्रत्ययः गित् कित् अथवा नित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति। ग च क गकार च ककार च ङकार च तेषाम् इतरेतरद्वन्द्वः ङः ङः इतः यस्य सः नितः नित् तस्मिन् परे निति, द्वन्द्वगर्भबहुव्रीहि समासः। अत्र ककारस्थाने ककारः खरि च इत्यनेन चर्त्वसन्धि, निति सप्तम्यन्तं च अव्ययपदं द्विपदं सूत्रम्, इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः, न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धिः न। आम् उत्तमम्। अत्र तिङ्क्षित् सार्वधातुकं, तिङ्क्षित् सार्वधातुकम् इति एकः सूत्रमस्ति। अत्र किं भवति चेत् सार्वधातुकं कुत्र भवति इति, सार्वधातुकम् इत्युक्ते किम्? अनिल् महोदय वदतु। सर्वे तिङ् प्रत्यया सर्वाणि तिङ् न सर्वे तिङ् प्रत्यया प्रत्याः सर्वे षित् प्रत्ययः न, मम प्रश्नः प्रथमम् अवगच्छतु, सार्वधातुकं कति लकाराः सन्ति भवान् जानाति एव, वदतु। ओके लकारः ओके लट् लट् लोट् लिङ्ग् विधिलिङ्ग् क्षम्यतां लट् लोट् लिट् विधि चिन्तयतु लट् लट् लट् लोट् लङ् विधिलिङ्ग् उत्तमम् उत्तमं लट् लोट् लङ् विधिलिङ्ग् लकारः लकारः कति सन्ति दश लकारः सन्ति महोदय दश लकारः खलु दश आङ्ग्लभाषायां दश एव संस्कृतभाषायां दशलकाराः सन्ति इदानीं भवान् चत्वारः लकारः उक्तवन्तः उक्तवान् शेषः कति शेष षड् लकारः आर्द्रदातु उत्तमं मनसि स्थापयतु इदानीम् अत्र तिंशित् सार्वधातुकं यः प्रत्ययः प्रत्ययः इत्युक्ते किम् प्रत्यय इत्युक्ते यः महालक्ष्मी भव महालक्ष्मी भगिनी अत्र एतत् विषये एव प्रश्नः पृष्टवती मया अत्र समूहे मया प्रेषितम् एव प्रत्ययः इत्युक्ते किम् सफिक्स् भगिनि एतत् प्रत्ययः इत्युक्ते कुत्र भवति अत्र किञ्चित् उदाहरणं दातुं शक्यते वा धातोः अनन्तरं धातोः अनन्तरं धातोः अनन्तरम् अनन्तरं सुबन्तम् अनन्तरमपि आगच्छति खलु आम् आं भगिनि कृदन्तम् अनन्तरमपि आगच्छति स्त्रीप्रत्ययम् अनन्तरम् आगच्छति कृदन्तं अनन्तरम् आगच्छति महालक्ष्मी एतत् मया प्रेषितं खलु अत्र तत् अस्माकं रविवासरवर्गे गणः अस्ति खलु समूहे एतत् प्रेषयतु कृपया प्रेषयतु मया प्रेषितं वा इति न अहं न स्मरन्ति अतः अत्र प्रेषयतु इदानीम् अत्र राम अस्ति चेत् अत्र रामयोगः सु इति अस्ति सु औजस् अम् औटुषस् टाभ्याम्ब्यस् एतत् सर्वाणि अत्र प्रत्ययमेव अनन्तरं तिप्तस् जि सिप्तस्त एतत् सार्वधातुकप्रत्ययम् अर्धधातुकप्रत्ययं मिलित्वा नव नव मिलित्वा अष्टादश सन्ति अत्र खलु एतत् सर्वाणि कृदन्तमपि अत्र नामपदम् आगच्छति प्रत्ययंयोजनेन प्रत्ययम् धातोः परतः वा सुबन्तं परतः वा कृदन्तं परतः वा स्त्रीप्रत्ययं परतः वा एतत् सर्वाणि प्रत्ययं भवन्ति एव एतत् योजनेन एव अस्माकं कृते पदमत्र आगच्छति समीचीनतया अनिल् महोदय समीचीनम् आम् आम् इदानीं पश्यतु यः प्रत्ययः तिङ् वाशित् वा अस्ति अत्र 34113 पश्येम भवानेव पठतु अत्र धातुभ्यः विहिताः तिङ्प्रत्ययाः तथा शित् प्रत्ययाः सार्वधातुकसङ्गकाः सन्ति अग्रे अग्रे अपि पठतु धातोः विहितः प्रत्ययः सार्वधातुक तथा आर्धधातुक एतादृशाः विभाजिताः सन्ति अनेन सूत्रेण सार्वधातुकसंज्ञा विधीयते तिप्तज्जि इत्यनेन निर्दिष्टा इत्यनेन निर्दिष्टा तिङ् प्रत्ययः तथा येषु प्रत्ययेषु सकारः इत्संज्ञकः अस्ति ते प्रत्ययः सार्वधातुकसंज्ञकाः सन्ति इदानीं वयं जानीमः अत्र सार्वधातुक तथा आर्धधातुक एतादृश विभाजिताः अत्र रूपं द्वयं भवति सार्वधातुकम् अस्ति आर्धधातुकम् अस्ति इदानीमत्र पश्येम तिङ्क्षित् तिङ् वा प्रत्ययं तिङ् वा षित् वा अस्ति चेत् अत्र षित् इति विषये मया पूर्वमेव दृष्टवन्तः सूचितवन्तः षित् इत्युक्ते किम् यत्र सकारस्य इति संज्ञा तत्र संज्ञा गुणकार्यं न भवति. अत्र इदानीं पठतु. तिङ्प्रत्ययः, तिङ्प्रत्ययः सर्वे जानन्ति एव खलु? आम् आम् महोदय. तिङ्क्तस्य शिप्तस्थ मिप् वस्मत् मस्त आतम् आतां झास् आथां द्वम् इट् वहि महि. महोदय अत्र महाप्राणः अल्पप्राणः अस्ति, अतः एतत् सावधानतया वक्तव्यमेव. सा आतां च, एतत् महाप्राणवर्णः नाभिकमलात् कण्ठात् मुखात् बहिः आगन्तव्यं, तदेव अत्र सास् इति भवति. आर्थां त्वं वर्णः तु द्वितीयवर्णः था इति, अनन्तरं तत् स्थाने एव महाप्राणः ध्वम् अपि अस्ति. थास् आर्थां त्वं वहि महि. अत्र आरम्भतया अत्र श्रीकीर्तिः इति महाभारते, व्यासमहाभारते इति तस्य नाम अपि किम् अत्र ग्रूप् मध्ये समूहमध्ये स्थापितवती. अत्र प्रतिदिनं प्रतिदिनं सोमवासर आरभ्य गुरुवासरपर्यन्तम् अमरकोशः, अनन्तरम् अत्र एतत् सूत्राणि विषये पाठः आचलत् व्योम मध्ये. अत्र सा अपि योजनं कृतवती. सा तु अमेरिका नगरे वसति. पञ्चवादने आगत्य अत्र विभजिताः पारायणम्, अनन्तरम् अत्र किमस्ति मेमरि पारायणम्, अनन्तरं कण्ठस्थीकरणं. सा तु कण्ठस्थी कृतवती कुत्र? अमरकोशः अपि, अनन्तरम् अष्टाध्यायीसूत्राणि अपि कण्ठस्थी कृतवती. तस्य एकवारम् अत्र महाभारत व्यासमहाभारत इति यूट्यूब् मध्ये गच्छतु. अत्र मम बहवः कार्याणि सन्ति, अतः मया अत्र एतत् त्यक्तं. मया अत्र गच्छतु, व्यासमहाभारते इति अस्ति. कीर्ति, श्रीकीर्तिः तस्य नाम. तस्य सहोदरस्य नाम तु नारायणं. बहवः विषयः जानन्ति एव. अत्र महाप्राणविषये उच्चारितवन्तः खलु, एतत् श्रोतुं मधुरमिव भाति. एकवारं समयः अस्ति चेत् यूट्यूब् मध्ये गच्छतु. अस्तु, इदानीम् अत्र वयं किञ्चित् सार्वधातुकं विषये एव इदानीं यत्र इदानीं पश्यतु, भवान् पठितवान्. इदानीं षित् किम् अस्ति इति पठतु, भवान् एव पठतु. षित् प्रत्ययाः विकरणप्रत्ययाः शप् शन् श्नु श श्नम् श्ना. इदानीम् अत्र अचिष्णु धातु ब्रुवाङ् युवो रियङ् वङ्गौ, अनन्तरम् उष्णो सार्वधातुके, तत्र किं भवति शित् प्रत्यय मध्ये? किं प्रत्ययम् इदानीम् अत्र आगत्य कार्यं करोति? इदानीमेव पठितवन्तः खलु. किम् अस्ति अत्र शित् प्रत्यय? न, अत्र अचिष्णु धातु ब्रुवाङ् युवो रियङ् वङ्गौ, एतत् सूत्रं समीचीनतया पठतु. अचि परतः स्नु धातु, इदानीमेव अत्र भवान् पठितवान् खलु. शप् कर्तरे शप् मध्ये अस्ति. शन् कुत्र भवति? अन्य कोऽपि जानन्ति चेत् वदतु, शन् कुत्र भवति? पश्यन् शत्रु. शन् कुत्र भवति? कोऽपि जानन्ति वा? पश्यन् पश्यन् शत्रुशान च्वरम. उत्तमं, दिवादिगणे भवति शन्. स्नु स्नु स्वादिगणे भवति. एतत् अत्र चित्रं स्वीकरोतु, महालक्ष्मी अस्ति वा, कोऽपि अस्ति वा अत्र? एतत् चित्रं स्वीकरोतु, चित्रं स्वीकरोतु, समूहे प्रेषयतु। अत्र झटिति वक्तव्यमेव, स्नु इति स्वादिगणे भवन्ति, अनन्तरं शा इति, एतत् कर्तरि शप् कुत्र कुत्र भवति चेत् द्वादिगणे एव कर्तरि शप् भवति। बहुवारम् इदानीं बहुवारं पठितवन्तः, बहुदिनानि अपि गतानि, वयम् एतत् मनसि स्थापनीयमेव। आदादिगणे शप् लुक् भवति, जुहोत्यादिगणे शप् लुक् भवति, दिवादिगणे शन् अस्ति, स्वादिगणे स्नु। पठतु शान्ता, पठतु। गीता पठतु। अहं पठामि मा, पठतु महालक्ष्मी, पठतु। सुदादिगणः च, सुदादिगणः पठतु। सुदादिगणः श्रम्, तदादिगणः उ, तनादि, तनादिगणः, तनादिगणः उ, क्रियादिगणः श्रा, सुरादिगणः निच्, योगः शब्, निच् अपि अस्ति अत्र, योगः कमा, अत्र कमा आगन्तव्यं, निच् अपि अस्ति, शप् अपि अस्ति। अत्र एतत् मनसि स्थापयतु, भुवादिगणे कर्तरि शप् इत्यनेन सप् शप् अस्ति, एतत् कर्तरि शप् सर्वत्र भवति एव, कर्तरि शप् इति सर्वत्र भवति, एतत् मनसि दृढतया स्थापयतु। कर्तरि शप् सर्वत्र, सर्वगणे, सर्वाणि गणानि एतत् स्वीकृत्य आगत्य कार्यं करोति, परन्तु अत्र अदादिगणे शप् नास्ति इति तत्र दत्तवन्तः। अनन्तरं जुहोत्यादिभ्यः स्लौ, जुहोत्यादिभ्यः श्लू, श्लूः, श्लू इति अस्ति न, श्लू श्लुः एव, जुहोत्यादिभ्यः श्लुः इति एकं सूत्रमस्ति। अत्र किं वक्तव्यं, जुहोत्यादिगणे कर्तरि शप् बाधित्वा श्लू प्रत्ययम् आगत्य अत्र द्वित्वं भवति, जुहोत्यादिगणे इति ददाति इति स्वीकुर्मः। अनन्तरं दिवादिगणः अस्ति अत्र, शन् इति अस्ति, चकारः केन सूत्रेण इत् भवति, सर्वे जानन्ति एव, वदतु। लशक्, लशक् वदति, उत्तमं, लशक् तद्धिते इत्यनेन, लशक् आ तद्धिते इत्यनेन। अनन्तरं नकारः झटिति वदतु, समयः गतः, हलन्त्यं महोदय, हलन्त्यं, तस्य लोपः इत्यनेन गच्छति। अत्र या एव तिष्ठति, एतदेव अन्तिमवर्णः, या इति आकृतिवर्णः। इदानीम् अत्र आर्ष सेवा, आर्षसेवा केन्द्र इति अस्ति, अत्र ग्रूप् गूगल् मध्ये पश्यतु, अत्र तस्य नायकः तु जयकुमार्, डाक्टर् जयकुमार् अस्ति, सः तु विंशतिकालपर्यन्तं अमेरिकायां सेवाम् एस् एन् इञ्जिनियर् कार्यं कृतवान्, अनन्तरं तमिळ्नाडु प्रति आगतवान्, कोयम्बुत्तूर् मध्ये तिष्ठवान्, आर्षसेवाकेन्द्रम् इति स्थापितवान्। अत्र बहवः विषयाः चलन्ति, अत्र मम कृते अपि सः किञ्चित् कार्यं दातुं शक्यते वा व्याकरणविषये इति पृष्टवान्, अहम् अस्तु इति मया अङ्गीकृतमेव। अतः गतद्विमासे अहम् अत्र पाठः कोऽपि किमपि न ज्ञातवन्तः, एतत् सम्भाषणवर्गः इति सम्भाषणं कृतवन्तः, परन्तु भवती केन धातु आरभ्य आगच्छति, अनन्तरम् अत्र इदानीं भुवादिगणः किम्, अदादिगणः किम्, किमपि न ज्ञातवन्तः आरम्भकालं तः, अत्र मया पाठनीयमेव। भवन्तः सर्वे जानन्ति एव, दिवादिगणे ष्यन् अस्ति शप् अस्ति कर्तरि शप् अनन्तरं कुत्र भवति शप् इदानीमेव दृष्टवन्तः शप् कुत्र कुत्र भवति भुवादिगणे अनन्तरं दशगणः तत्र अपि आगच्छतु ष्यन् कुत्र भवति इदानीमेव दृष्टवन्तः स्नूक् कुत्र भवति स्वादिगण अनन्तरं शा कुत्र भवति तुदादिगणे भवति स्नम् कुत्र भवति रुदादिगण एतत् सर्वाणि अत्र स्वीकृत्य स्नम् इति अस्ति स्ना इति अस्ति स्नम् अपि अत्र अस्ति स्नम् अत्र अस्ति स्नम् क्रयादिगणे अनन्तरं स्ना कुत्र भवति स्ना क्रयादिगणे महोदय क्रयादिगणे स्ना भवति क्रयादिगणे भवति स्नम् रुदादिगणे रुदादिगणे स्नम् अस्ति ना एव तिष्ठति अत्र क्रयादिगणे स्ना तिष्ठति परन्तु ना इति आगच्छतु अत्र एतत् मनसि स्थापयतु आरम्भतः एतत् पुनरपि अत्र रटनं करणीयम् अभ्यासं करणीयं विकिपीडिया मध्ये गच्छतु अत्र एतत् विषये स्वीकर्तुम् अनन्तरं शक्यते एव पठतु एकवारं पठतु इदानीम् अत्र कृत् प्रत्ययः अत्र एव महालक्ष्मी पश्यतु अत्र एव शत्रुशान च आगच्छति कृत् प्रत्ययमेव अत्र धातुमला इति पुस्तकं स्वीकृतवन्तः सर्वे अत्र शत्रुशानचि शानन् चानस् कश् ऐस् सद्यै सद्यैन् इति प्रत्येकमस्ति अत्र विशेषणतया अभवत् अत्र कृत् प्रत्ययः मनसि अत्र एतदपि चित्रं स्वीकरोतु अनन्तरं ग्रूप् मध्ये प्रेषयतु इदानीं तिंशित् सार्वधातुकं विषये पश्यामि तिंशित् सार्वधातुकं यत्र प्रत्ययः तिङ् अस्ति तिङ् इत्युक्ते किम् वदतu समीचीनमेव परस्मैपदिनः नव अस्ति आत्मनेपदिनः नव अस्ति नव सन्ति परस्मैपदिनः नव सन्ति अत्र टिप् इति स्वीकुर्मः चेत् अत्र अस्ति वा इति सार्वधातुकम् अपि एत अन्यसूत्रमस्ति अत्र अत्र अस्ति महोदय अत्र अस्ति वा इदानीं पश्यतु तिप्तस्जि इदानीमेव भवान् पठितवान् अत्र एतत् नव सन्ति तिप्तस्जि मस् पर्यन्तम् अत्र परस्मैपदिनः किम् आरब्धं ति इति एव मया पूर्वम् उक्तमेव अनन्तरं तत्र ता तां च आरभ्य महिङ् पर्यन्तम् अस्ति अत्र ति इति स्वीकुर्मः अनन्तरम् आत्मनेपदिनः इङ् स्वीकुर्मः एतत् मिलित्वा एव तिङ् इति अस्ति मनसि स्थापयतु तिङ् इत्युक्ते परस्मैपदिनः नव आत्मनेपदिनः नव अत्र ति इङ् मेलनेन इदानीं कति प्रत्ययाः सन्ति वक्तव्यं तादृशं तदेव वक्तव्यं बहुवारं मया उक्तमेव इदानीम् अत्र तिंशित् सार्वधातुकं तिङ् इत्युक्ते इदानीं कति प्रत्ययाः सन्ति अष्टादश के परस्मैपदिनः नव आत्मनेपदिनः नव तावदेव इदानीं श्रित् दृष्टवन्तः षित् इत्युक्ते विकर्णप्रत्ययं षित् कुत्र भवति कर्तरि शप् बाधित्वा वक्तव्यमेव कर्तरि शप् बाधित्वा स्यन् प्रत्ययमस्ति स्नु प्रत्ययमस्ति स्ना प्रत्ययमस्ति न प्रत्ययमस्ति, एतत् सर्वाणि षित् अस्ति वा? सहप्रत्ययः सार्वधातुकं, सहप्रत्ययं सार्वधातुकम्। अनन्तरम् अत्र तत् स्थाने तृतीय अधिकारे सर्वाणि अस्ति, किम् अस्ति? प्रत्ययः, परश्च, धातोः, एतत् सर्वाणि अधिकारः आगत्य कार्यं करोति। प्रत्ययविषये, प्रत्ययविषये अत्र पश्यतु, पश्यन्ति चेत् अत्र सार्वधातुक, आर्धधातुक, कृदन्त, स्थीप्रत्ययम्, अनन्तरं सुबन्तप्रत्ययम्, एतत् सर्वाणि विषये एव अत्र प्रत्ययविषये परश्च पूर्वपरयोः कार्यं करोति। पूर्वात् परसूत्रं कार्य बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत्, द्वितीयात् अन्तरङ्गम्, अन्तरङ्गात् अपवादम्। एतत् परिभाषासूत्रमस्ति खलु, परस्य, परश्च विषये एतत् कार्यं करोति। धातोः परतः किं किं भवति, एतत् सर्वाणि अधिकाराणि बहु कार्यं करोति अङ्गविषये। अनुवृत्तिसहितसूत्रमस्ति, धातोः परस्य सिङ् वा षित् वा प्रत्ययः अस्ति चेत् अत्र सार्वधातुकं भवति इति दृष्टवन्तः। इदानीम् अत्र सार्वधातुकम् अस्ति, अत्र सार्वधातुकम् अपित् इति किं सूचयति? अनन्तरं निति च इति किं सूचयति? एकवारं पुनरपि पठनीयमेव। अत्र सार्वधातुकं यत् अपित् अस्ति, अपित् पित् इति लकारे द्वे स्तः, अपित् इत्युक्ते किं, पित् इत्युक्ते किं, कोऽपि वक्तुं शक्यते वा? पकारस्य संज्ञा पित्, पकारस्य संज्ञा न भवति चेत् अपित्, गुणकार्यं भवति, गुणकार्यं न भवति। गुणकार्यं कुत्र भवति? पित् मध्ये भवति। गुणकार्यं कुत्र न भवति? अपित् मध्ये न भवति। इदानीम् अत्र गाङ्कुटादिभ्यो निन्यत् इत्यस्मात् नित् इत्यस्य अनुवर्तिः, नित् यत्र यत्र भवति अत्र गुणनिषेधः भवति। अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित्, सार्वधातुकम् अस्ति, अपित् अस्ति, अत्र गुणनिषेधः भवति। येन सूत्रेण एतत् स्पष्टीकरणार्थम्, एतत् सार्वधातुकम् अपित् स्पष्टीकरणार्थम् अन्यसूत्रमपि अत्र आगत्य कार्यं करोति। नीति च किङिति च इति अस्ति, अत्र यत्र घित् भवति खित् भवति, अनन्तरम् अत्र नित् भवति, एतत् निमित्तीकृत्य एकः स्थाने गुणः वा वृद्धिः वा भवितुम् अर्हति एव, परन्तु तत्र गुणवृद्धिः न भवति। एतत् सूत्रम् अत्र स्पष्टीकरणार्थम् आगत्य कार्यं करोति। कुत्र कुत्र घित् खित् अनन्तरं नित् अस्ति अत्र किमपि कार्यं नास्ति एव। इदानीं पश्यतु अत्र गुणः वृद्धिः वा न भवति एव। अत्र किं किम्, अत्र क्निति च इत्यनेन गकारः अस्ति, खकारः अस्ति, ण्यकारः अस्ति, क्निति, तेषाम् इतरेतरद्वन्द्वः, रामः च, लक्ष्मणः च, भरतश्च, अत्र इतरेतरद्वन्द्वः। क्यङ्ग् किङ्ः इत् यस्य सः किञ्ञित् ञित् तस्मिन् परे निति निति, अत्र द्वन्द्व, द्वन्द्वं यत्र भवति, द्वन्द्वम् इत्युक्ते द्वे एव खलु, द्वन्द्वं यत्र भवति अत्र एतत् कुत्र भवति चेत् बहुवीर्घी गर्भे एव, बहुवीर्घी इत्र पीताम्बरम् इति, पीताम्बरं यस्य सः, पीतम् अम्बरं यस्य सः अन्यपदं सूचयति। पीताम्बरम् इति वयं जानीमः, कः अत्र धारयति इत्युक्ते कृष्णा एव, अतः पीताम्बरं, पीतम् अम्बरं यस्य सः, यस्य सः इति अन्यपदं सूचयति, अतः बहुवीर्घिसमासः भवति। अत्र बहुवीर्घिसमास गर्भ इत्युक्ते अत्र आरम्भम् अत्र एव भवति, अतः एव द्वन्द्वगर्भ बहुवीर्घिसमासः। समासः यत्र अर्थं स्वीकृत्य एव समासः, बहवः अत्र पदम् अस्ति, पदानि सन्ति, एतत् मिलित्वा एकपदम् एव अत्र समासः इति वयं जानीमः एव। इदानीम् अत्र युग् स्थाने ककारः, करिच इत्यनेन वयं सर्वे जानन्ति एव तृतीयवर्णस्य स्थाने प्रथमवर्णः करिच इत्यनेन भवति. चत्वसन्धिः इति सूत्रेण निति च सप्तम्यन्तं, निति इति सप्तम्यन्तमेव. सप्तमी अन्तम् आगत्य कार्यं करोति चेत् कुत्र कार्यं करोति? कोऽपि जानाति वा? मया उक्तमेव बहुवारं परं नास्ति. मनसि स्थापयतु, अत्र किञ्चित् वस्तुतः एतत् न करणीयमेव, परन्तु मनसि स्थापयतु. पञ्चमी इत्युक्ते परकार्यं, पाप इति आगच्छति खलु, पञ्चमी इत्युक्ते परकार्यम्. एतत् मनसि स्थापयति चेत् सप्तमी पूर्वकार्यं तावदेव. पञ्चमी परकार्यं, सप्तमी पूर्वकार्यं, पञ्चमी परकार्यम् अस्ति चेत् पूर्वं निमित्तं भवति. इदानीम् अत्र पूर्वकार्यं सप्तमी भवति चेत् परे निमित्तं भवति. तादृशं तदेव किञ्चित् मनसि स्थापनीयम्. इदानीम् अत्र सप्तम्यन्तं, सप्तम्यन्तं भवति निति च. अतः इदानीं कार्यं कुत्र भवति? पूर्वं भवति कार्यं, पूर्वं भवति निमित्तं, परे अस्ति सप्तम्यन्तम्. अनन्तरं च अव्ययपदं, यत्र वर्णः पदं किमपि परिवर्तनं नास्ति इत्युक्ते अत्र अव्ययम् आगत्य कार्यं करोति. इदानीं पश्यतु द्विपदमिदं सूत्रम्. अत्र पदम् अनेकपदमपि अस्ति, द्विपदमपि अस्ति, त्रीणि पदमपि अस्ति. इको गुणवृद्धि इत्यस्मात् पूर्णतया अनुवृत्तिः. इकः आगत्य यत्र गुणः भवति, यत्र न गुणः, यत्र वृद्धिः भवति इति परिभाषासूत्रेण एव अत्र वयं ज्ञातुं शक्नुमः. बहु मुख्यकार्यम् अस्ति सार्वधातुकम् आर्धधातुकम् यत् समीचीनतया अत्र एकः स्थाने एव गुणः वृद्धिः भवति इति सूचनार्थम् एतत् सूत्रमस्ति, इको गुणवृद्धिः इति. अनन्तरं न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. कुत्रापि आर्धधातुक न लोपः इति अत्र अनुवृत्तिसहित सूत्रं. निति च इकः गुणवृद्धिः न. यत्र निति कित् अस्ति, कित् अस्ति, नित् अस्ति, अत्र गुणः न भवितुम् अर्हति इति अत्र दत्तम्. इदानीम् अत्र गीता अस्ति, तत् पठतु अत्र. आं भगिनि. सार्वधातुकलकारेषु पित्सु गुणः अपित्सु गुणनिषेधः इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. कित् प्रत्ययाः सार्वधातुकसंज्ञकाः, तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपित् सन्ति नाम ये पित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव. तर्हि यः प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति, अस्य एव द्वारा गुणकार्यं गुणकार्यं सिद्ध्यते. विकरणप्रत्ययेषु कः षित् अपि पित् अपि अस्ति? केवलं शप्. ष्यन् ष्णु ष ष्णं ष्णा च षित् षित् सन्ति, किन्तु अपित् अपित् सन्ति. अतः तेषां उपस्थितौ गुणकार्यं निषिद्धम्. तर्हि शप् कुत्र लभ्यते? केवलं द्वादिगणे सुरादिगणे च. धातुः अङ्गं मनसि निधाय अङ्गकार्यं गुणः सम्भवति केवलं द्वादिगणे सुरादिगणे च. द्वादिगणे यत्र धातुः इगुपतः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति. सुरादिगणे अपि शपः गुणकार्यं भवति, किन्तु क्रमः किञ्चित् भिन्नः. यतः शप् इत्यस्मात् पूर्वं निच् भवति, निचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति. भगिनी अत्र एकम् एकं पङ्क्तिं स्वीकृत्य अत्र प्रतिपादयितुं शक्नोति वा? आं भगिनि, प्रयत्नं करोमि. एकं अहं सहायं करोमि. पठतु भगिनि. सार्वधातुक लकारेषु पित्सु गुणः अपित्सु गुणनिषेधः. सार्वधातुक लकारे पित् अस्ति चेत् तत्र गुणकार्यं भवति, अपित् अस्ति चेत् गुणकार्यं न भवति इति अस्माकं कृते अस्य सूत्रस्य प्रमुखसिद्धान्तः अस्माकं अस्माभिः ज्ञातवन्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञकाः. सार्वधातुकसंज्ञकाः इत्युक्ते षित् भवति तत्र. तेषु ये पित् अपि अस्ति तेषां द्वारा गुणकार्यं सम्भवति. तत्र षित् अपि अस्ति, पित् अपि अस्ति चेत् गुणकार्यं सम्भवति. ये अपित् सन्ति, अपित् कुत्र सन्ति तत्र गुणकार्यं न भवति. यः प्रत्येक पश्यतु, तीतः अन्ति अस्ति खलु, सर्वे जानन्ति एव तीतः अन्ति. अत्र ती ती मि इति अस्ति. मया पूर्वं प्रेषितम् अत्र जानन्ति वा इति अहं न जानामि. दशलकाराः विषये मया प्रेषितं ग्रूप् मध्ये, सन्ति वा ग्रूप् मध्ये? मया प्रेषितं तीतः अन्ति तीतः दशलकारेषु विषये मया प्रेषितम्. अत्र ती इति अस्ति चेत् अत्र ती किमस्ति? अत्र पित् अस्ति. ती इत्युक्ते पित् अस्ति. अनन्तरम् अत्र तः इत्युक्ते अत्र अपित् अस्ति. जानन्ति वा? तत्तु न स्मरामि. जानन्ति वा न जानन्ति वा? मया प्रेषितमेव पूर्वं, न स्मरामि. अत्र करपत्रमस्ति, एकनिमिषं. करपत्रं मया अत्र तित् अस्ति इदानीम् अस्ति खलु. एतत् यत्र स्थूलाक्षरैः सन्ति, स्थूलाक्षरैः तिप् भवति, अनन्तरं तिप् भवति, मिप् भवति, मया प्रेषितं भवन्तः समीपे नास्ति वा? अत्र स्थूलाक्षरैः इत्युक्ते किम्? अत्र दृढीकर एतदेव स्थूलाक्षरैः खलु, स्थूलरूपेण भवन्ति. भवन्ति इति अस्ति अत्र, स्थूलाक्षरैः नास्ति. लः परस्पदम् इति अस्ति अत्र, अत्र स्थूलाक्षरैः भवति. तथैव अत्र धातुविषये टिप् स्थूलाक्षरैः अस्ति. स्थूलाक्षरैः यत्र भवति तत्र गुण भवति इति तत्र गुणः भवति इति वयं स्वीकुर्मः. अत्र वर्ग किमर्थम् अत्र न दत्तवन्तः इति कालः व्यवहारः महोदय उपरि उपरि गच्छतु उपरि गच्छतु. आम् अत्र न उपरि उपरि महोदय कुत्र भवति? मया प्रेषितं पूर्वमेव अत्र अत्र नास्ति उपरि उपरि अत्र अङ्गमिति विषये वा तिङ् प्रत्ययानां शुद्धिः अत्रापि सुराक्षरैः नास्ति एव अङ्गस्य शुद्धिः अत्रापि स्थूलाक्षरैः न दत्तं पश्यतु अत्रापि न दत्तमेव. अहं न स्मरामि महोदय कुत्रापि मया प्रेषितम् अत्र ग्रूप् मध्ये सार्वधातुक अर्धधातुकयोः इति एव अत्र गुणकार्यं भवति भू इति अत्र स्थूलाक्षरैः अस्ति तिप् मध्ये अतः एव सार्वधातुक अर्धधातुक भूत्वा भू भवति अनन्तरं एचो एव यावः इत्यनेन बहु भवति ति योजनेन भवति इति भवति. इदानीम् अत्र तः इति अस्ति खलु अत्र स्थूलाक्षरैः नास्ति तः मध्ये ति तः अन्ति अस्ति खलु तः अत्र स्थूलाक्षरैः नास्ति नास्ति चेत् अत्र किं भवति अपित भवति अपित अस्ति चेत् गुणनिषेधः गुणनिषेधः. एतत् पठनार्थं सुलभतया छात्रा विषये एव अत्र दत्तवन्तः बहवः सूत्र करपत्राणि सन्ति एव अत्र गच्छतु कुत्र भवति इति पश्यतु अस्ति चेत् ग्रूप् मध्ये प्रेषयतु विकिपीडिया मध्ये मया प्रेषितं खलु इदानीम् अत्र भवान् अपि प्रेषितवान् ग्रूप् मध्ये बलाबलचिन्तनं गुरु अत्र विकिपीडिया प्रेषितवान् खलु कुत्र भवति इदानीं पश्यतु अत्र अरविन्दमहोदयेन अत्र प्रेषितं खलु HTTPS एतदेव अत्र द्रष्टुं शक्यते खलु अत्र गच्छतु सर्वाणि करपत्राणि सन्ति एव अत्र कुत्र एतत् तीतः अन्ति ति इति स्थूलाक्षरैः भवति ति स्थूलाक्षरैः भवति मि स्थूलाक्षरैः भवति तः स्थूलाक्षरैः नास्ति छात्राः विषये एव समीचीनतया यत्र अपित् अस्ति कुत्र पित् अस्ति एतत् समीचीनतया ज्ञातव्यम् अत्र इत्यनेन एव अत्र स्थूलाक्षरैः दत्तम् अत्र गच्छतु मम समीपे अस्ति एव करपत्रम् अस्ति एतत् प्रेषितमपि दशगणविषये मया प्रेषितं शान्ता अत्र स्मरन्ति वा आम् आम् अत्र गच्छतु अनन्तलक्ष्मी अपि बेङ्काक् मध्ये अस्ति अत्र अञ्जना किमर्थम् आगतवती इति महालक्ष्मी अस्ति वा शान्ता भवत्याः समीपे अत्र दशगणविषये मया प्रेषितम् अत्र कुत्रापि एतत् विषये अस्ति वा न तु डिलीट् कृतवती वा अस्ति भगिनि उत्तमम् अत्र गच्छतु एतत् विकिपीडिया मध्ये गच्छतु करपत्रे किम् अत्र टिप् अस्ति कुत्र टिप् न भवति इति अत्र समीचीनतया अस्ति एव तः इति अत्र स्थूलाक्षरैः नास्ति तः इति स्थूलाक्षरैः नास्ति अतः अत्र अपीत् भवति अतः तत्र गुणनिषेधः भवति एतत् पर्यन्तम् अत्र भो इति पर्यन्तम् आगच्छति एव भवतः पर्यन्तम् आगन्तव्यम् अतः एचोयवा पर्यन्तम् आगच्छति अनन्तरं सः स्थाने सत्सदृशोरुः उपदेश च अनुनासिके इत् अनन्तरं करावसानयोर्वित्तजिज्ञः कार्यं कृत्वा अत्र भवतः भवति एचोयवा पर्यन्तम् आगच्छति एव किमर्थं चेत् अत्र भव इति वयं स्वीकरणीयं खलु एतत् पर्यन्तम् अनन्तरं भवतः अत्र किं वक्तव्यं सः इति अलादि अपित्सु अलादि अपित्सु भवन्ति अन्ति अस्ति खलु अन्ति इति अदन्तम् अकारः श्रूयते अतः तत्र अजादि अपित् इति वक्तव्यं सः इति हल् प्रत्याहारे एव अस्ति अतः अलादि अपित् एतत्तु अन्ति अजादि अपित् तादृशं वक्तव्यम् एतत् इतोपि इदानीं ज्ञातवन्तः खलु कुत्र अपित् अस्ति कुत्र पित् अस्ति इति स्थूलाक्षरैः कुत्र भवति इति द्रष्टव्यं स्थूलाक्षरैः अस्ति चेत् अत्र गुणकार्यं भवति यत्र स्थूलाक्षरैः नास्ति तत्र गुणनिषेधः भवति अत्र इतोपि एतत् विषये पश्येम इदानीम् अत्र किञ्चित् अवगन्तुं शक्यते एव पठतु भगिनी इदानीं तर्हि प्रतिपादयतु गीता भगिनी आं भगिनि प्रतिपादयतु ये अपि सन्ति नाम पित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धम् तावत्पर्यन्तं वयं पठितवन्तः. यः प्रत्ययः षित् तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिद्ध्यते. कुत्र पित् अपि अपित् पित् अपि अस्ति अपित् अपि अस्ति तत्र गुणकार्यं सम्भवति. विकर्णप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति विकर्णप्रत्यये कुत्र षित् अपि पित् अपि अस्ति तत्र शपि शप् प्रत्यये एव भवति. ष्यन् श्नु श श्नम् श्ना च षित् सन्ति किन्तु अपित् अस्ति. शप् प्रत्यये एव पित् अपि अस्ति परन्तु अन्यप्रत्ययानां प्रत्ययेषु अपित् अस्ति अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धम्. शप् प्रत्यये एव गुणकार्यं भवति अन्यप्रत्ययान् प्रत्ययेषु गुणकार्यं न भवति. शप् कुत्र लभ्यते द्वादिगणे द्वादिगणे लभ्यते अनन्तरं चुरादिगणे च लभ्यते. धातुः अङ्गं मनसि निधाय अङ्गकार्यं गुणः सम्भवति. धातुगणं मनसि धातुगणे कुत्र शप् अस्ति शन् अस्ति कुत्र पित् अस्ति इति वयम् अस्माभिः ज्ञातव्यं तर्हि एव केवलं कुत्र गुणकार्यं भवति कुत्र न गुणकार्यं न भवति इति वयं ज्ञातुम् अस्माभिः ज्ञातुं शक्यते. वादिगणे यत्र धातुः इपुपतः इगुपतः इग् उपतः उपधायाम् इक् अस्ति. इगुपतः इत्युक्ते उपधायां कुत्र इक् इक् भवति इक अन्तः वा तत्र अङ्गे गुणकार्यं भवति. कुत्र उपधायामपि अन्ते अपि इक् वर्णः भवति तत्र गुणकार्यं भवति. चुरादिगणे अपि शपः गुणकार्यं भवति. चुरादिगणे अपि गुणकार्यं भवति क्रमः किञ्चित् भिन्नः. गुणकार्यं चुरादिगणे भवति परन्तु तत्र भिन्नः भवति. शप् इत्यस्मात् पूर्वं निच् भवति. शप् पूर्वं शप् चुरादिगणे शप् भवति तस्मात् पूर्वं निच् अपि भवति. निचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. निचि इत्युक्ते तत्र इ एव दृश्यते. निच् प्रत्यये चकारस्य इत्संज्ञा भवति नकारस्य अपि इत्संज्ञा भवति मध्ये उपस्थित इ एव दृश्यते अवशिष्यते. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति. शकारस्य आगमनेन तस्य अस्तु भगिनि इकारस्य गुणः. नकारः निच् मध्ये नकारः केन सूत्रेण इति भवति चुटु इत्यनेनैव चुटु इत्यनेन वा चुटु इत्यनेन अत्र चकारः अन्तिमवर्णः चु च चुटु कुचुटु तुपु चु इति अस्ति पञ्चवर्णः टु इति अस्ति टु अपि अस्ति अत्र पञ्चवर्णः पञ्चवर्णाः अन्तिमवर्णस्य स्थाने एव नकारः भवति अथवा चुटु इत्यनेनैव नकारस्य लोपः भवति अन्ते अत्र इ एव तिष्ठति. अतः पाठः इति अस्ति चेत् इ योजनेन पाठी इति भवति इकारः अत्र गुणः भवति एव. इदानीम् अत्र प्रश्नः उदेति इको एनचि सार्वधातुक अर्धधातुकयोः एत एकवारम् अत्र कुत्र गुणनिषेधकः भवति निति च अनन्तरं तत्पश्चात् पुनः इको एनचि इति अपि कार्यकर्म इकः स्थाने येन आदेशः भवति इत्र अपि इत्यस्य प्राप्तिः कथं वा स्यात्. अत्र परिभाषासूत्रं द्वयम् अस्ति अत्र पुनः प्रसङ्गिक प्रसङ्गी विज्ञानात् सिद्धम् इति सकृत् सकृत् गतौ विप्रतिषेधे यत् बाधितं तत् बाधितमेव इति अत्र किञ्चित् परिभाषा भवति एव अग्रे पश्यन् इतः पर्यन्तं बलाबलचिन्तनविषये आगच्छति. इदानीम् अत्र अपित् पित् विषये वयम् अहम् अत्र गणमध्ये मया प्रेषितमेव, पुनरपि अहं प्रेषयिष्यामि. यत्र स्थूलाक्षरैः भवन्ति तत्र गुणकार्यं भवति, यत्र स्थूलाक्षरैः नास्ति अत्र गुणनिषेधः भवति. अकारः श्रूयते चेत् अत्र अजादि अपित् इति वक्तव्यम्. अत्र हलन्तवर्णः श्रूयते चेत् हलादि अपित् इति वक्तव्यं. तदेव एतद् विषये किञ्चित् अन्ये अपि कार्यं सूचयति. इदानीम् अत्र अन्तिमश्लोकम् अनिल् महोदय पठतु. जानाति वा? आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. श्रीगुरुभ्यो नमः. सर्वेभ्यः नमस्कारः, धन्यवादः. अत्र विकिपीडिया मध्ये गच्छतु, अत्र अपित् पित् विषये इतोपि चिन्तनं करोतु. द्रष्टुं शक्यते चेत् समूहे प्रेषयतु. धन्यवादः. नमस्कारः. अस्तु भगिनि, धन्यवादः.